अस्तु, नमस्कारः सर्वेभ्यः. पूर्वस्मिन् वर्गे संयोगस्य विभागस्य विषये, संयोगनाशको गुणो विभागः इति अस्ति तस्य लक्षणवाक्यं. परन्तु तत्र केचन आरोपयन्ति यत् विभागः अपि च संयोगः द्वयोः समानम् इति पूर्वमेव दृष्टवन्तः. परन्तु पूर्वस्मिन् वर्गे वयं दृष्टवन्तः यत् अनुमानवाक्यं भवति आश्रयनाशाजन्यगुणनाशः, आश्रय समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यं भवति अस्माकं विभागसाधनाय इति. तस्मिन् प्रसङ्गे अनुमान प्रयोगे कीदृशी व्याप्तिः अस्ति, अन्वयव्याप्ति वा व्यतिरेकव्याप्ति वा इति किञ्चित् चर्चितवन्तः. वयं तु जानीमः एव यत्र हेतुः पक्षभिन्नस्थले न लभ्यते तत्र व्यतिरेकव्याप्तिः. किमर्थं चेत् तत्र दृष्टान्तमेव स्वीकर्तुं न शक्यते खलु. यथा वह्निः उष्णः वह्नित्वात्, वह्नित्वम् इति हेतुः भवति, वह्निः एव पक्षः भवति, साध्यं भवति उष्णत्वं. तत्र तस्मिन् प्रसङ्गे वह्नित्वम् एव हेतुः, वह्निं विहाय अन्यत्र कुत्रापि न लभ्यते. तदर्थमेव अन्वयव्याप्ति यत्र यत्र हेतुः तत्र तत्र साध्यम् इति न वक्तुं शक्यते. तदर्थमेव यन्नैवं तन्नैवं यथा जलम् इति अभावस्य साधनमुपयुज्य दृष्टान्तः वक्तव्यं भवति. परन्तु अस्मिन् प्रसङ्गे आश्रयनाशागुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति कीदृशी व्याप्तिः प्रदर्शते इति चर्चा अभवत्. शुकवनमहोदय, किञ्चित् तस्य आहत्य किञ्चित् वदति वा तस्मिन् प्रसङ्गे अस्माकं चर्चा कीदृशी गता, अपि च अन्ततो गत्वा किञ्च अन्वेति इति. तत् वदामि भगिनि. तत्पूर्वं भवत्या इदानीमेव उक्तं वह्निः उष्णं वह्नित्वात्, तत्र औष्ण्यं वह्निविहाय यत्र कुत्रापि न मिलति, अतः व्यतिरेकदृष्टान्तं दातव्यम् इति किल, तदेव उक्तवती किल. किन्तु ह्यस्तनवर्गे वयं दृष्टवन्तः औष्ण्यम् इति सूर्यकिरणे अपि अस्ति इति, अतः औष्ण्यं वह्निं विहाय अन्यत्रापि लभ्यते एव. सत्यं सत्यं, साध्यं वह्नि विहाय अन्यत्र लभ्यते एव. परन्तु हेतुः, हेतुः कः तत्र? वह्निः इति पक्षः, वह्नित्वम् अथवा वह्नित्वम् इति हेतुः. वह्नित्वम् अन्यत्र लभ्यते वा? न न, वह्नित्वं केवलं वह्नौ एव लभ्यते, न तु अन्यत्र. तदेव यत्र हेतुः पक्षभिन्नस्थले न लभ्यते इत्युक्ते वह्नित्वं वह्निं विहाय अन्यत्र कुत्रापि न लभ्यते, तदर्थमेव व्यतिरेकव्याप्तिः भवति. आम् आम्. इदानीं प्रकृतविषयौ आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशगुणजन्यनाशत्वात् पाकजरूपनाशवत् इति. तत्र उदाहरणमस्ति पाकजरूपनाशवत् इति, किन्तु पक्षः अस्ति आश्रयनाश अजन्यगुणनाशः, अपि च हेतुः अस्ति आश्रयनाश अजन्यगुणनाशत्वात् इति. नाशत्वात् इति हेतुः नाशत्वम् आम् आम् नाशत्वम् इति हेतुः आम् सत्यम् आश्रय नाश आश्रय नाश आश्रयनाश अजन्यगुणनाशत्वम् इत्येव हेतुः. किन्तु अस्मिन् वाक्ये आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः आश्रयनाश अजन्यगुणनाशः इति पक्षे एव मिलति इति इति तु एकम्. अपि च अत्र उदाहरणं पश्यामः अत्र उदाहरणं पश्यामः पाकजरूपनाशः इति उदाहरणं खलु. आम् पाकजरूपनाशः इति वदतु भगिनि. अस्मिन् प्रसङ्गे यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि नूतन उदाहरणं तु दत्तमेव यथा अन्वयव्याप्तिस्थले. पूर्वस्मिन् उदाहरणं किम् आसीत्? पर्वतः वह्निमान् धूमात् यथा महानसं खलु. तत्र पक्षः पर्वतः साध्यं वह्निः हेतुः धूमः अपि च उदाहरणं महानसं. महानसं स्वीकृतं यतोहि धूमः अपि च वह्निः तत्रापि लभ्यते. धूमः केवलं पर्वते लभ्यते इति न, तदर्थं प्रत्येकम् एकम् उदाहरणं महानसं वा यज्ञशाला वा यत्किमपि स्वीकर्तुं शक्यते. परन्तु अस्मिन् प्रसङ्गे वयं जानीमः वह्नित्वम् इति हेतुः वह्नौ एव भवति, अन्यत्र कुत्रापि न लभ्यते. किमर्थं चेत् वह्नेः धर्मः एव वह्नित्वम्. तथापि नूतन उदाहरणं दत्तमेव अस्ति, पाकजरूपनाशः इति दृष्टान्तः दत्तमस्ति. तदर्थं प्रश्नः उदयति यत् अत्र अन्वयव्याप्तिः द्रष्टुं शक्यते वा अथवा व्यतिरेकव्याप्ति वा. अन्वयव्याप्तेः उदाहरणम् अस्ति, परन्तु व्यतिरेकव्याप्तेः हेतुसाध्यवाक्यमपि अस्ति. द्वयोः मिलित्वा अनुमानवाक्यं रचितमस्ति इति भाति खलु. इदानीं वदति वा, किञ्चित् वदतु किम् अवगतं पूर्वं. किन्तु अत्र यद्यपि तादृशं दृश्यति, उदाहरणं भिन्नम् इव दृश्यति, तत्रापि पाकजरूपनाशवत् इत्यस्मिन् सन्दर्भे अपि आश्रय नाश अजन्यगुणनाशः एव साध्यम्, अपि च आश्रयनाश अजन्यगुणनाश नाशत्वम् एव तत्रापि हेतुः. किमर्थम् इत्युक्ते तत्र तत् अधिकदेश आश्रयनाश अजन्यगुणनाशः अपि च आश्रयनाश अजन्यगुणनाशत्वस्य नाशत्वयोः अधिकदेशवृत्तित्वम् अस्ति. पाकजरूपनाशम् इति उदाहरणस्य अपेक्षया इत्युक्ते पाकजरूपनाशः एकदेशः, आश्रयनाश अजन्यगुणनाशत्वम् इति यत्र कुत्रापि भवति चेत् बृहत् समूहः इति चिन्तयतु, एब्स्ट्राक्ट् सेट् इति चिन्तयतु. तस्मिन् पाकजरूपनाशः इति एकदेशः इत्युक्ते एब्स्ट्राक्ट् सेट् एन् इन्स्टेन्स् आफ् एन् एब्स्ट्राक्ट् सेट् इति. ये ये गणितम् इच्छन्ति अथवा जानन्ति एवं वदामि चेत् सौकर्यं भवति. अस्तु, पाकजरूपनाशः इति आश्रयनाश अजन्यगुणनाशस्य एकदेशः, तदर्थम् अत्र अन्वयव्याप्तिः एव पाकजरूपनाशः इति भिन्नः उदाहरणं। यतोहि भिन्नः इति दृश्यते, सः तु एकदेश बृहत् समूहस्य एकदेशः इति अवगतं पूर्वस्मिन् वर्गे। सुनील् महोदय, प्रश्नः अस्ति वा? प्रश्नः नास्ति भगिनि। अस्तु महोदय, विद्याशङ्कर् महोदय अवगच्छति खलु? आं भगिनि। रामप्रिया भगिनी, किञ्चित् अवगतं वा? आं किञ्चित्। आम् आमाम्, अग्रे गत्वा स्पष्टं भवति, अहं पुनः पुनः वदामि एव। अस्तु, धन्यवादः। अस्तु, पुष्पा भगिनी अपि अस्ति वा? अस्मि। पुष्पा भगिनी अवगतं वा? भगिनि अस्तु अस्तु अस्तु, तदनन्तरं इतोपि किञ्चित् दृष्टवन्तः। पूर्वम् अस्माभिः दृष्टं यत् अनुमानं द्विविधं भवति, स्वार्थानुमानं परार्थानुमानम् इति। अधुना पुनः पक्षसाध्ययोः चिन्तनं कृत्वा भिन्नरीत्या भागद्वयं वर्तते अनुमानस्य पुनः। अस्तु, तत्र वयं दृष्टवन्तः साध्यं पक्षे यदा सर्वत्र भवति तदा एकविध अनुमानम्, अन्यत् अनुमानम् आसीत् सर्वासु सर्वत्र न भवति परन्तु केषुचिदेव पक्षे केषुचित् एव सदस्यां भविष्यति, अपि च न्यूनवृत्तिः भवति, पक्षस्य सम्पूर्णतया न भवति, तदपि द्वितीय विध अनुमानं भवति इति किञ्चिदेव परिशीलितवन्तः। विद्याशङ्कर् महोदय पठति वा तद् पूर्वं दृष्टं यत् अनुमानं द्विविधं, सः पूर्वं दृष्टं यत् अनुमानं द्विविधं, स्वार्थानुमानं परार्थानुमानञ्च। अधुना अनुमानं भिन्नरीत्यापि भागद्वये विभज्यते, साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानं, क्वचित् एव पक्षे साध्यं पक्षे साध्यते चेत् अन्यादृशम् एकम् अनुमानं, यथा पर्वतोवह्निमान् धूमात् इति अनुमानम्। एतदेव अनुमानं द्विविधं, सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम्, अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनं। सर्वत्र पर्वते वह्निः उद्दिष्टः चेत् तदानीं सर्वोऽपि पर्वतः वह्निमान् धूमात् इति, ईषत् पर्वतः वह्निमान् धूमात् इति चेत् परिगणितेषु पर्वतेषु धूमात्तेषु वह्निरपि अस्ति इति। सर्वत्र पर्वते इत्यनेन सर्वस्मिन् पर्वते वह्नेः ज्ञानं जायताम् इति इच्छा। किञ्चित् वदति वा? अत्र भिन्नरीत्या अनुमानस्य द्विविधं, पूर्वं स्वार्थानुमानं परार्थानुमानम् इति दृष्टम्। एक रामं स्वयं जानाति, नो चेत् रामं श्यामं ज्ञापयति इति परार्थानुमानम् आसीत्। अत्र भिन्नरीत्या विभजनम्, अत्र एकस्मिन् पक्षे साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानम् इत्युक्ते पक्षे पर्वते सर्वत्र वह्निः अस्ति चेत् इत्युक्ते सम्पूर्णपर्वते वा, एवं सम्पूर्णपर्वते वह्निः अस्ति चेत् इति एकदृशम् अनुमानं। क्वचिदेव पक्षे साध्यं पक्षे साध्यते चेत् द्वितीयं विधम् अनुमानम् इत्युक्ते सर्वे पर्वताः इति तथा न, केषुचित् एव पर्वतेषु वह्निः अस्ति इति साधनम्। ईषत् यत् इष्टं तेषु पर्वतेषु एव वह्निमान् अस्ति, सर्वेषु पर्वतेषु नास्ति इति द्वितीयं विधं विभजनं। सर्वत्र पर्वते इत्यनेन सर्वस्मिन् पर्वते वह्नेः ज्ञानं जायताम् इति च, सर्वत्र पर्वते अस्ति वह्नि अस्ति इत्युक्ते एकस्मिन् पर्वते सर्वस्मिन् पर्वते तथा न सर्वेषु पर्वतेषु अस्ति अत्र एवं चिन्तयतु सौकर्यार्थं वदामि किञ्चित् यूनिवर्स् इति जानाति खलु सेट् थियरि इति सौकर्यं भवति परन्तु वदामि अवगच्छति वा अथवा न अवगच्छति वा न जानामि अत्र यूनिवर्स् भवति सर्वे पर्वताः अस्तु पक्षः पर्वतः इत्युक्ते एकः एव पर्वतः न पक्षः पर्वतः इत्युक्ते सर्वे पर्वताः प्रथमविध अनुमानं यदुक्तम् अत्र तत्र सर्वेषु पर्वतेषु वह्निः भवति द्वितीयविध अनुमाने केषुचिदेव पर्वतेषु वह्निः भवति तावदेव किञ्चित् अपि क्लिष्टं नास्ति अत्र परन्तु यूनिवर्स् इति न उक्तमस्ति अत्र अत्र सर्वे पर्वताः अस्माकं लक्ष्यीकृतः अस्तु सर्वेषु पर्वतेषु वह्निः अस्ति चेत् प्रथमविध द्वितीयविध भवति यत्र केषुचिदेव पर्वते वह्निः भवति तावदेव अवगतम् इत्युक्ते एकस्मिन् पर्वते एकस्मिन् कोणे तथा नास्ति वा न तथा नास्ति अस्माकं चिन्तनं तथा आसीत् पूर्वस्मिन् वर्गे परन्तु अग्रे गत्वा पुनः पठितवती अहं तत्र अग्रे गत्वा किञ्चित् पुनः तथैव आगच्छति परन्तु तत्र सामानादिकरण्येन परन्तु तत्र एकः एव पक्षः एकः एव पर्वतः इति पक्षः स्वीक्रियते चेदपि कार्यं करोति सर्वे पर्वताः अस्माकं पक्षः इति स्वीकरणेन केषुचिदेव पर्वते वह्निः इति साधनं भवति अग्रे गत्वा इदानीम् अस्मिन् परिच्छेदे यद् लिखितमस्ति अन्तिमवाक्यं पुनः पठतु सर्वत्र पर्वते इत्यनेन सर्वस्मिन् पर्वते वह्नेः ज्ञानं जायताम् इति इच्छा अवगतम् आं भगिनि धन्यवादः सुनील् महोदय आमाम् आम् इदानीं पुनः अहं दृष्टवान् ई पत्रम् अतः आगच्छामि पुष्पा भगिनि अवगतम् भगिनि अस्तु रामप्रिया भगिनि सरलमेव अस्ति खलु एतत् परिच्छेदे किञ्चिदपि काठिन्यं न भवति इति मन्ये अस्तु अग्रे गच्छामः इदानीं सुनील् महोदय पठति वा आम् आम् यत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम् अर्हति सर्वत्र पक्षे वह्निः अस्ति इति तादृश्यां विवक्षायां यत्र यत्र धूमः इत्यनेन क्वचित् धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेण प्रदर्शयितुं ईष्यते यत् सर्वेषु पर्वतेषु वह्निः अस्ति तस्य च प्रदर्शने एकस्मिन् पर्वते धूमः दृष्टः तत्रापि वह्निः दृष्टः इत्युक्तौ स च पर्वतः उभयवान् अयम् उभयवान् पर्वतः तादृश अनुमानस्य दृष्टान्तः भवति सर्वत्र पर्वते वह्निरस्ति इति न ज्ञातम् कुत्रचित् पर्वते वह्निरस्ति इत्येव ज्ञातम् इदानीं यः पर्वतः उभयवान् इत्युक्ते धूमवान् वन्यमान् च इति ज्ञातं सः दृष्टान्तः भवितुम् अर्हति पुनः अहम् एकैकवाक्यं पठामि यत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम् अर्हति अत्र कश्चन पर्वतं दृष्ट्वा तत्र वह्निः अस्ति इति चिन्तयति अत्र एकदेशः अपि अस्ति चेत् तत्र दृष्टान्तः एव परन्तु महोदय भवान् यद् उक्तं भवता यदुक्तं प्रथमवाक्यम् इति सिद्धान्तः इति पूर्वमेव दत्तमस्ति अस्तु अनुमानस्य प्रयोगस्य पूर्वमेव अस्माकं ज्ञानम् अस्ति एव. सर्वेषु पर्वतेषु वह्निः अस्ति इत्युक्ते सर्वत्र पक्षे वह्निः. पक्षे इति सर्वासु पर्वतासु इति खलु, सर्वासु पर्वतेषु इति भवति. यदा वयं पश्यामः पक्षे, तदा मनसि आयाति यत् एकः एव पर्वतः, तथा न भवतु. अस्तु, अस्माकं पक्षः सर्वे पर्वताः, अस्माकं पक्षः यत्र वदामः सर्वत्र, पुनः सर्वत्र पक्षे इत्युक्ते सर्वेषु पर्वतेषु वह्निः अस्ति इति साध्यते चेत्, इति ज्ञानम् अस्ति चेत्, एक एव पर्वतः यत्किमपि भवतु, एकदेशः इत्युक्ते एकमपि यत्किमपि पर्वतं स्वीकुर्मः, तद् दृष्टान्तः भवितुम् अर्हति खलु. सत्यं वा? सत्यम्. इत्युक्ते अत्र विंशतिः पर्वताः सन्ति, तत् सर्वेषु वह्निः अस्ति, केवलम् एकं दृष्ट्वा एव अत्र दृष्टान्तः इति भवितुं स्वीकर्तुं शक्यते. अग्रे, सर्वत्र पक्षे वह्निः अस्ति इति तादृश्यां विवक्षायां यत्र यत्र धूमः इत्यनेन क्वचित् धूमः दृष्टः, वह्निः अपि दृष्टः प्रत्यक्षेण. अत्र सर्वत्र पक्षे वह्निः इति पुनः स्वीकृत्य यत्र यत्र धूमः इति अत्र किञ्चिदेव अस्ति चेदपि धूमं दृष्ट्वा वह्निः अपि अस्ति इति प्रत्यक्षेण दृष्टः इति वदामः. यत् प्रत्यक्षेण एकमेव पश्यामः, परन्तु तत्र यतोहि सर्वेषु पर्वतेषु वह्निः अस्ति इति साध्यं पूर्वमेव दत्तम् अस्माकं, तदा वक्तुं शक्नुमः यत्र यत्र धूमः तत्र तत्र वह्निः भवति इति. अग्रे, प्रदर्शयितुम् इष्यते यत् सर्वेषु पर्वतेषु वह्निः अस्ति, तस्य च प्रदर्शने एकस्मिन् पर्वते धूमः दृष्टः, तत्रापि वह्निः दृष्टः इत्युक्तौ स च पर्वतः उभयवान्, अयम् उभयवान् पर्वतः तादृश अनुमानस्य दृष्टान्तः भवति. अत्र पुनः तदेव सर्वत्र पर्वते वह्निः अस्ति इति कारणेन केवलम् एकस्मिन् पर्वते धूमं दृष्ट्वा एव एषः पर्वतः धूमवान् इति ज्ञानं भवति, अतः तत्र वह्निः अस्ति इति दृष्टान्तः भवति. तस्य च प्रदर्शनेन एकस्मिन् पर्वते धूमः दृष्टः, तत्रापि वह्निः दृष्टः इत्युक्ते अस्माकं एक उदाहरणं तत्र, एकस्मिन् पर्वते धूमः दृष्टः, वह्निः अपि दृष्टः, स च पर्वतः उभयवान्, सः दृष्टान्तः अस्माकम् अनुमानस्य दृष्टान्तः भवितुम् अर्हति इति लिखितमस्ति. पुनः सर्वत्र पर्वते वह्निरस्ति इति न ज्ञातं, कुत्रचित् पर्वते वह्निरस्ति इत्येव ज्ञातम्. इत्युक्ते केवलं सर्वेषु पर्वतेषु वह्निः अस्ति वा इति तादृशज्ञानं न आवश्यकम् इत्युक्ते अत्र केवलं एकस्मिन् पर्वते वा. अस्तु, अत्र प्रथमवाक्यं वदति यत् यत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते, इत्युक्ते साध्यते, शुकवनमहोदय पृष्टवान् पूर्वस्मिन् वर्गे, साध्यते इत्युक्ते साधनीयं वा, दत्तं वा, इस् इट् गिवन् आर् आर् वि प्रूविङ्ग् इट् खलु, तदेव प्रश्नः उदयति. परन्तु अत्र अनुमानस्य द्वैविध्यं, प्रथम अनुमाने प्रथम अनुमानः ईदृशः, सर्वेषु पक्षे वह्निरस्ति इति स्थितिः, अनुमानस्य स्थितिः. तस्मिन् अनुमानस्य स्थितेः यत्र कुत्रापि एकमेव पर्वतं दृष्टवान् सः, तत्र धूमः आसीत्, वह्निः अपि आसीत्, तदा अस्मिन् प्रसङ्गे सः पर्वतः उभयवान् अपि च अस्माकम् अनुमानस्य दृष्टान्तः भवितुम् अर्हति इति लिखितमस्ति. महोदय, शुकवन महोदय, भवान् पृष्टवान् खलु साध्यते इत्युक्ते किं, तत्र पुनः साध्यते इत्युक्ते इन् द केस् आफ् वेर् वि हेव् टु प्रूव् युनो तादृशः अर्थः. पूर्वं दत्तम् इति वक्तुं शक्नुमः अथवा अस्मिन् प्रसङ्गे एकः अपि पर्वतः दृष्टः यस्मिन् धूमः अपि अस्ति वह्निरपि अस्ति इति चेत् अस्माकं तादृश अनुमानस्य दृष्टान्तः भवति इति. ओ अस्तु भगिनि, अस्तु सुनील महोदय अवगच्छति खलु? आमाम्, अत्र एकस्मिन् अत्र द्वय अनुमानस्य द्वैविध्यमस्ति, अत्र एकस्य विषयः एव. प्रथम अनुमानस्य परिस्थितिः परिशीलयन्तः स्मः इदानीम्. अस्तु अस्तु, पुष्पा भगिनी पठति वा? अस्तु भगिनि. आधुनिकवैज्ञानिक शोधकार्येऽपि तथैव क्रियते. कश्चन प्रयोगः भवति, स च प्रयोगः पक्षस्य एकदेशः. प्रयोगः बहुवारं सफलः चेत् पक्षे साध्यस्य प्रमाणं स्वीक्रियते. यथा विज्ञानविषये पृथिव्यां गुरुत्वं नाम शक्तिः वर्तते. शिलाखण्डस्य विमोचनेन शिलाखण्डः पतति. यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इत्यस्य प्रदर्शनार्थं पञ्चवारं दशवारं वैज्ञानिकः शिलाखण्डं विमोचयति. अत्र शिलाखण्डस्य एकवारं पतनं पञ्चवारं पतनं च पक्षस्य एकदेशः. गुरुत्वं नामकशक्तिः अस्ति, अतः यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इति प्रमाणयितुं शिलाखण्डस्य एकवारं पतनं पक्षस्य एकदेशदृष्टान्तः. तत्र एकवारपतनं पञ्चवारपतनं तु एकदेशः, एकवारं पतनं तु एकदेशदृष्टान्तः कथम् अस्ति? तत्तु पञ्चवारपतनं एकवारं पतनं तु एकदेशः. एकदेशः इत्युक्ते एकः उदाहरणं भगिनि. एकवारं पतनम् अपि एकदृष्टान्तः, पञ्चवारपतनम् इति प्रयोगः कुर्मः खलु, एक्स्पेरिमेण्ट् यदा कुर्मः बहवः वेरियबल्स् इति भवितुम् अर्हन्ति खलु. एकदेश एकवारं कृत्वा अस्तु पर्याप्तं समाधानं प्राप्तम् इति न वक्तुं शक्नुमः. केचन समयः दशवारम् अथवा शतवारमपि करणीयं भवति खलु. तत्र लिखितमस्ति यत् एकवारं पतनम् अपि पक्षस्य एकदेशदृष्टान्तः, पञ्चवारपतनमपि एकदेशः, दशवारपतनमपि एकदेशः इत्युक्ते सेट् आफ़् एक्स्पेरिमेण्ट्स् इति चिन्तयतु. सैण्टिफिक् एक्स्पेरिमेण्ट् अत्र वैज्ञानिक प्रथमवाक्यं वैज्ञानिक कार्यमपि तथैव क्रियते इति पर्वतवहिनी सर्वत्र वहिनी अस्ति, द्वे अपि अस्ति इति कुत्रापि अस्ति इति वैज्ञानिक शोधकः कार्यः अस्ति. कश्चन प्रयोगः भवति च स च प्रयोगः पक्षस्य एकदेशः कुच् कथा केचन अपि कार्य प्रयोगः अस्ति तत्तु पक्षस्य एकदेशः काव्यस्य प्रमाणं साधयितुं बहुवारं करणीयं भवति इति लिखितमस्ति. प्रयोगः बहुवारं सफलः चेत् पक्षे साध्यस्य प्रमाणं स्वीक्रियते. तत्तु एकवारं न द्विवारं या त्रिवारं प्रयोगं कृत्वा सफलः अस्ति चेत् तत्तु प्रमाणं साध्यस्य प्रमाणं स्वीक्रियतुं शक्यते शक्नुमः स्वीकर्तुं शक्नुमः. यथा विज्ञानविषये पृथिव्याः गुरुत्वं नाम शक्तिः वर्तते. अत्र एक उदाहरणं दीयते. गुरुत्वम् अस्ति पृथिव्यां गुरुत्वम् अस्ति तत् शक्तिः अस्ति. तथैव शिलाखण्डं विमोचनेन तत्तु टास् न त्रो विमोचनेन विमोचनेन इट् मीन्स् रिलीस् रिलीस् पातयामः स्थापय ऐ मीन् पति पतनं कुर्मः पातयामः पतति पातयामः निचि पातयामः निच् अस्तु. शिलाखण्डस्य विमोचनेन शिलाखण्डः पतति तत्तु प्रयोगः अस्ति. तत् प्रयोगः बहुवारं प्रयोगं कृत्वा अस्माकं मनसि दृढता आगच्छति. अस्तु पृथिव्यां सर्वत्र गुरुत्वम् अस्ति इति तावदेव. गुरुत्वम् एकवारं या पञ्चवारं पतनन्त एकदेशः तत्तु एक न पक्षः नास्ति तत्तु एकविषयः न पक्षस्य एकदेशः खलु. पक्षः अस्मिन् प्रयोगे पक्षः कः अस्मिन् प्रयोगे वैज्ञानिकप्रयोगे यत्र गुरुत्वम् इति शक्तिः अस्ति वा न वा इति प्रयोगः अस्ति खलु उदाहरणं तस्मिन् पक्षः कः पक्षः तत्तु शिलाखण्डं विमोचन पातयामः पृथिवी खलु पृथिवी पञ्चवारम् अत्र एकदेशे एव कर्तुं न शक्नुमः. इतस्ततः गत्वा पुनः पुनः शिलाखण्डस्य विमोचनं कृत्वा अस्माकं मनसि दृढता आगच्छति. अस्तु पृथिव्यां सर्वत्र गुरुत्वम् इति शक्तिः अस्ति इति अत्र पक्षस्य एकदेशः इत्युक्ते पक्षः अस्ति पृथिवी खलु समस्तविश्वमेव तत्र गुरुत्वम् अस्ति वा न वा इति प्रयोगः. एकदेशे स्थापयित्वा अथवा एकदेशे विमोचनेन अस्माकं मनसि अस्तु अत्र गुरुत्वम् अस्ति पुनः इतस्ततः गत्वा अथवा दूरं गत्वा भिन्नदेशं गत्वा पुनः पुनः विमोचयामः चेत् तत्रापि पतति चेत् अस्माकं मनसि दृढता आगच्छति सर्वत्र अस्ति इति तदेव लिखितम्. अस्तु प्रश्नः अस्ति वा विद्याशङ्करमहोदय रामप्रिया भगिनी तस्य कस्यापि चिन्तनमस्ति वा अत्र न भगिनि. अस्तु अस्तु रामप्रिया भगिनी पठति वा अग्रिमपरिच्छेदम्. आं भगिनि अत्र प्रश्नः उदेति सर्वस्मिन् पर्वते इत्यनेन सर्वेषु पर्वतेषु कुत्रचित् वह्निः अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति उत्तरत्वेन वक्तव्यं भवति यत् एकैकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति, न तु एकैकस्मिन् पर्वते सर्वत्र वह्निः. एकैकस्मिन् पर्वते सर्वत्र वह्निः इति चेत् सर्व अवयव अवच्छेदेन वह्निज्ञानम् इति विशेषः. अत्र किन्तु तथा नास्ति, अपि तु कस्मिंश्चित् भागे सर्वस्मिन् पर्वते वह्निः अस्ति इति विवक्षा. अत्र यदा वयं दृष्टवन्तः सर्वेषु पर्वतेषु अनन्तरं केषुचित् भागेषु इति भागद्वयम् अस्ति पक्षे केषुचित् प्रदेशेषु अथवा सर्वासु सर्वेषु पर्वतेषु केषुचित् पर्वतेषु. तत्र एकः प्रश्नः उदेति, सर्वस्मिन् पर्वते इत्युक्ते सर्वेषु पर्वतेषु कुत्रचित् वह्निः वा अथवा सर्वेषु पर्वतेषु सर्वे सर्वपर्वते इत्युक्ते सर्वत्र पर्वतस्य सर्वभागे वह्निः अस्ति वा इति प्रश्नः उदेति. तस्य उत्तरमपि अत्र अस्ति, एकैकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति. एकैकस्मिन् पर्वते इत्युक्ते एकैकपर्वते तस्मिन् कुत्रचित् तस्मिन् पर्वते कुत्रचित् वह्निः अस्ति इत्येव वयं साधयितुम् इच्छा अस्माकम् इच्छा तदेव अस्ति, न तु सर्वत्र पर्वतस्य सर्वत्र इत्युक्ते पूर्णतया पर्वते न इति. एकैकस्मिन् पर्वते सर्वत्र वह्निः इति चेत् इत्युक्ते तत्र सर्व अवयव अवच्छेदेन वह्निज्ञानम् इति तत्र विशेषः अस्ति. सामान्यमस्ति यत् यथा भवती उक्तवती, सर्वेषु पर्वतेषु यत्र कुत्रापि केषुचित् भागे एव वह्निः भवतु इति साधयामः. परन्तु एकैकस्मिन् पर्वते सर्वत्र वह्निः भवतु इति चिन्तनम् अस्ति चेत् सर्वावयवच्छेदेन वह्निज्ञानम् इति विशेषस्थितिः. अस्माकं सामान्यं विवक्षा अस्ति यत् सर्वेषु पर्वतेषु कुत्रचित् वह्निः इति साधनम्. अस्तु, आं प्रश्नः अस्ति वा? न भगिनि, स्पष्टम्. अस्तु, शुकवनमहोदय अग्रे पठति वा? तर्हि अनुमानं द्विविधम् इत्युक्तं, सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम् अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनम्. अत्र द्वयोः कृते नामकरणमपि वर्तते, पक्षतावच्छेदकावच्छेदेन साध्यम् इति, पक्षतावच्छेदकसामानाधिकरण्येन साध्यम् इति. एकेन पक्षतावच्छेदक अवच्छेदकावच्छेदेन साध्यानुमितिः उद्दिष्टा, अपरेण पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः उद्दिष्टा इति अत्र नामकरणं दत्तमस्ति. यदि अस्माकम् उद्देशं भवति सर्वेषु पर्वतेषु वह्निः अस्ति इति चेत् तस्य तादृश अनुमानज्ञानस्य नाम संज्ञा भवति पक्षतावच्छेदकावच्छेदेन साध्यम् इति. नो चेत् यदि अस्माकम् उद्देशः अस्ति केषुचित् पर्वतेषु वह्निः अस्ति इति चेत् तादृश अनुमानस्य ज्ञानं भवति पक्षतावच्छेदकसामानाधिकरण्येन साध्यम् इति. प्रायः तस्य विवरणम् इतोपि अधः अग्रे भवति, भविष्यति. प्रश्नाः सन्ति वा? नो चेत् अग्रे गच्छामः. विद्याशङ्कर् महोदय पठति वा? आं भगिनि, पक्षता अवच्छेदक अवच्छेदेन इत्यनेन सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्निरस्ति इति साध्य अनुमितिः उद्दिष्टा. पक्षता अवच्छेदकम् इत्यनेन अत्र पर्वतत्वं येन रूपेण पक्षः तद्रूपं पक्षता अवच्छेदकं नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम् अस्ति इति अङ्गीक्रियते. अतः पर्वतः इति पदप्रयोगः क्रियते. अनेन पर्वतः पक्षः, पक्षता पर्वतनिष्ठा, पक्षता अवच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम्. अतः प्रथमविध अनुमानस्य इतोपि विवरणं पक्षतावच्छेदक अवच्छेदेन साध्यम् इति तस्य नामकरणमासीत्. पक्षता अवच्छेदक अवच्छेदन इत्युक्ते किं, यत्र सर्वस्मिन् पर्वते कस्मिंश्चित् भागे इत्युक्ते एकस्मिन् भागे एकस्मिन् कोणे कुत्रापि वह्निरस्ति इति साध्यम् इति साध्यम् उद्दिष्टा. पक्षतावच्छेदकम् इत्युक्ते किं, पक्षतावच्छेदकम् इत्युक्ते पर्वतत्वं, पक्षः पर्वतः तस्मिन् विद्यमान किं यत् पक्ष यत् रूपः अस्ति तद्रूपं पक्षता अवच्छेदकम्. अत्र पर्वतरूपपक्षः पर्वतत्वेन रूपेण पक्षत्वम्. अत्र पक्षत्वम् इति पर्वतस्य विद्यमानं धर्मं तदपि पर्वतत्वम् इति अस्ति. तत् रूपेण पक्षत्वं पर्वतत्वम् इति अङ्गीक्रियते. अतः पर्वतः इति पदप्रयोगेन पक्षता अवच्छेदकधर्मः पर्वतत्वम् इति अवगम्यते. अस्तु, अवगच्छति वा रामप्रिया भगिनी? किञ्चित् नूतन प्रयोगः अस्ति अत्र, अवगच्छति खलु? अत्र पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति सामान्यवाक्यम् अस्ति. यत्र कुत्रापि तस्य प्रयोगः भवेत्. पक्षता इत्युक्ते पक्षधर्मः, पक्षे विद्यमानरूपम् इति. घटं स्वीकुर्मः चेत् घटत्वम् इति भवति, यथा पर्वतत्वं तथा घटत्वम् इति भवति. पक्षतावच्छेदकम् इत्युक्ते विश्वे यः कोऽपि पक्षः भवितुम् अर्हति खलु, घटः वा पटः वा गृहं वा भूमिः वा जलं वा यत्र कुत्रापि पक्षः भवितुम् अर्हति. सामान्य अनुमानवाक्यं स्वीकृत्य यत्र कुत्रापि साधयितुं शक्नुमः. अत्र लिखितमस्ति पक्षतावच्छेदकावच्छेदेन. इत्यनेन किम् अवगम्यते? अत्र यदा यदि पर्वतः इति अस्माकं पक्षः अस्ति, पक्षतावच्छेदकं भवति पर्वतत्वं, तेन अवच्छेदेन साध्यानुमितिः इति. इत्युक्ते पर्वतस्य सर्वप्रदेशः इति वक्तुं शक्नुमः. सर्वे पर्वताः सर्वे किं वक्तुं अस्माकं पक्षः पर्वताः सन्ति चेत् अत्र सर्वे पर्वताः इति भवति. तत्र पुनः कस्मिंश्चित् भागे एव स्वीकर्तुं शक्यते इति तत्र लिखितमस्ति. कस्मिंश्चित् भागे वह्निरस्ति इति साध्यानुमितिः उद्दिश्यते चेत् पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति. येन रूपेण पक्षः स्वीकृतः, तत्र पुनः तदेव लिखितमस्ति. घटत्वम् अथवा पटत्वम् अथवा पर्वतत्वं, यत्र पक्षः स्वीकर्तुम् इच्छा अस्ति तस्य धर्मः एव स्वीकृतमस्ति अवच्छेदकधर्मस्य स्थितिः. अवच्छेदकधर्मम् इति तदेव स्वीकृतमस्ति. प्रश्नः अस्ति वा? स्पष्टं भगिनी, धन्यवादः. सुनील महोदय, प्रश्नः नास्ति. अस्तु अस्तु, कः पठति इदानीं? सुनील महोदय पठति वा? आम् आम्. तदा पक्षतावच्छेदकावच्छेदेन इत्यस्मिन् अवच्छेदेन इति भागः अत्र अवच्छेदनम् इति कोऽर्थः यथा आत्मनि ज्ञानं ज्ञायते इत्युच्यते आत्मनि ज्ञानं जायते इति इत्युच्यते आत्मनि ज्ञानं कुत्र जायते वस्तुतः आत्मा इति विभुपदार्थः सर्वत्र वर्तते यथा आकाशः सर्वत्र वर्तते तथा आत्मा अपि सर्वत्र किन्तु आत्मनः यः भागः शरीरे वर्तते तस्मिन् भागे एव ज्ञानं जायते तदर्थम् उच्यते यत् शरीरावच्छेदेन आत्मनि ज्ञानं जायते तदवच्छेदकदेशः आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः तदन्तर्भावेन आत्मनि ज्ञानं जायते अत्र पक्षदा अवच्छेदक अवच्छेदेन इति पूर्ववाक्यस्य विवरणम् अन्यरीत्या अन्य उदाहरणं महोदय पूर्वस्मिन् परिच्छेदे पक्षता अवच्छेदकम् इत्यस्य विवरणं दत्तमस्ति अहं किञ्चित् अग्रे उक्तवती परन्तु पूर्वस्मिन् परिच्छेदे पक्षता अवच्छेदकम् इत्यस्य विवरणम् एव अत्र अवच्छेदेन इति योजयामः तदा किं भवति इति दत्तमस्ति अत्र पक्षता अवच्छेदक अवच्छेदेन इत्यस्मिन् वाक्ये अवच्छेदेन इति भागस्य अर्थः कः इति अत्र उदाहरणमस्ति आत्मनि ज्ञानं जायते इति वयं जानीमः तद् कथम् इति अपि अस्ति अत्र आत्मा इति विभुपदार्थः सर्वत्र अस्ति उदाहरणम् अन्य उदाहरणम् अस्ति आकाशः इति अन्य विभुपदार्थः तादृश आत्मा अपि सर्वत्र अस्ति परन्तु आत्मा इति शरीरस्य भागः तत्रैव ज्ञानं जायते इति न आत्मा शरीरस्य भागः इति न आत्मा सर्वत्र वर्तते शरीरस्य अन्तः अपि शरीरस्य बहिः अपि परन्तु यत्र कुत्र ज्ञानं जायते इत्युक्ते यत्र शरीरावच्छेदेन आत्मनि भवति तत्र एव ज्ञानं भवति इति लिखितमस्ति खलु आत्मा इति विभु पदार्थः इति स्वीकुर्मः चेत् यथा भवता उक्तम् आकाशः अपि विभुपदार्थः सर्वत्र वर्तते सर्वद्रव्यसंयोगी इति वदामः खलु आत्मा इत्युक्ते सर्वत्र अस्ति अस्माकम् अन्तः अपि च बहिः शरीरस्य अन्ते अपि च बहिः परन्तु ज्ञानं कुत्र जायते ज्ञानं तत्र एव जायते यत्र शरीर आत्मनि संयोगः भवति तदवच्छेदकदेशे एव भवति इति लिखितमस्ति अत्र अतः शरीरावच्छेदेन आत्मनि ज्ञानं जायते तदेव अवच्छेदकदेशः इति अत्र ज्ञानोत्पत्तिः तत्रैव तस्मिन् देशे एव अस्ति इति तत्र ज्ञानं जायते अत्र अवच्छेदेन इति पदस्य विवरणं दत्तमस्ति यथा आत्मा अपि च शरीरस्य संयोगः तस्मिन् केषुचित् एव प्रदेशे अवच्छेदकः भवति खलु यत्र आत्मा शरीरस्य संयोगः भवति शरीरावच्छेदेन आत्मनि ज्ञानं भवति तथैव पूर्वस्मिन् परिच्छेदे अवच्छेदेन इति अर्थः किञ्चित् प्रतिपादयति वा किं भवेत् पूर्वस्मिन् परिच्छेदे अस्माकं परिच्छेदे सर्वत्र सर्वस्मिन् पर्वते वह्निः अस्ति इति चेदपि एकस्मिन् पक्षे वह्निः अस्ति इति कारणेन अपि पर्वतरूप पक्षस्य अत्र रूपेण पर्वपक्षत्वम् इति जायते अत्र. अतः तत्र धर्मं स्वीकृत्य पर्वतत्वम् अस्ति इति. आम् आम् इत्युक्ते यत्र न चिन्ता नास्ति, अग्रे भविष्यति एव, अग्रे विवरणं दत्तमस्ति. यत्र यत्र पर्वतत्वं भवति तत्र तत्र साध्यानुमितिः इति खलु. अवच्छेदेन केन अवच्छेदेन? पर्वतत्वावच्छेदे पर्वतत्वावच्छेदकावच्छेदेन पर्वतत्वावच्छेदकं भवति पर्वतत्वम्. क्षम्यतां, पक्षतावच्छेदक पक्षतावच्छेदकम् इति पर्वतत्वम् इति पूर्वस्मिन् परिच्छेदे दृष्टवन्तः. सर्वत्र पर्वते इति एकम् आसीत्, अत्र इदानीं सर्वत्र नास्ति, क्वचिदेव अस्ति. न न न महोदय, एतत् सर्वं ये ये परिच्छेदाः परिच्छेदानि वा अथवा परिच्छेदाः पठितवन्तः अस्माकं, तत्सर्वं प्रथमविद एव. अग्रे गत्वा समानाधिकरण्येन भवति खलु, तत्र एव द्वितीय अनुमानस्य उदाहरणं. पर्वतत्वम् इति स्वीकृत्य तदेव पक्षतावच्छेदकम् इति स्वीकुर्मः. तेन अवच्छेदेन इत्युक्ते विश्वे भूमौ अथवा पृथिव्यां यत्र कुत्रापि पर्वतत्वं भवति तस्मिन्नेव प्रदेशः स्वीकृतः इति विवक्ष. अवगतम्? अस्तु, पुष्पा भगिनी पठति वा पठति वा? एकनिमिष भगिनि, एकनिमिष. अस्तु अस्तु. एवमेव वृक्षे कपि संयोगः, वृक्षे कपि संयोगः कुत्र भवति? शाखायां. तदर्थं शाखावद अवच्छेदेन वृक्षे कपि संयोगः जायते इत्युच्यते. वृक्षे कपि संयोग सत्त्वे शाखावच्छेदकदेशः, तथैव तत्रापि अत्रापि अत्रापि पक्षतावच्छेदक अवच्छेदेन पर्वतत्वावच्छेदेन पक्षतावच्छेदक अवच्छेदकावच्छेदेन पर्वतत्वावच्छेदेन तत् पूर्वतया अस्ति. पक्षतावच्छेदकं भवति पर्वतत्वं, पक्षतावच्छेदकावच्छेदेन इति भवति पर्वतत्वावच्छेदेन पर्वतावच्छेदेन. नाम पर्वतत्वं कुतः कुत भवति, कुत्र भवति इति भवेत्, कुत्र भवति? निखिलपर्वतेषु, निखिलपर्वतेषु तत्र सर्वत्रापि वह्निः अस्ति इति ज्ञानं. पर्वते कुत्र? तावत् पर्याप्तं. तदनन्तरं पुनः अन्य कोऽपि पठति. अस्मिन् परिच्छेदे किं लिखितमस्ति भगिनि? अत्र वृक्षे कपि एकरीत्या उदाहरणं दीयते. वृक्षे कपि संयोगः अस्ति, संयोगः कुत्र भवति इति प्रश्नं कृतं चेत् शाखायाम् अस्ति. तदर्थं शाखावच्छेदेन वृक्षे कपि संयोगः जायते. अवगच्छति वा? सम्पूर्णवृक्षे नास्ति, परन्तु यत्र शाखा अस्ति तावदेव तत्र एव कपि संयोगः भवति. शाखावच्छेदेन वृक्षे कपि संयोगः. तत् अवच्छेदेन कथं अवच्छेदेन खलु वृक्षस्य एकभागः कथं वदामः कस्मिन् भागः शाखा अवच्छेदेन बहु शाखायां न अस्ति भवतु चिन्ता नास्ति परन्तु मध्यभागे वा अधः वा नास्ति उपरि वा नास्ति केवलं शाखायाम् उदाहरणमस्ति खलु एकदेशः इति वृक्षे कविसंयोगसत्त्वे शाखावच्छेदकः देशः एक उदाहरण एकदेशः तथैव तथैव तत्रापि पर्वता पक्षतावच्छेदकवच्छेदेन पर्वतत्वावच्छेदेन इत्युक्ते समस्तपृथिव्यां नास्ति केवलं यत्र पर्वतत्वम् अस्ति इत्युक्ते पर्वते यथा सर्व सम्पूर्णवृक्षे कति संयोगः नास्ति केवलं शाखायां तथैव अत्रापि सम्पूर्णपृथिव्यां नास्ति केवलं यत्र पर्वतत्वम् अस्ति अथवा पर्वतत्वावच्छेदेन अस्तु वदतु तत्र नाम पर्वतत्वं कुत्र भवति निखिलपर्वतेषु अत्र निखिलम् अग्रे गत्वा भवति अन्य कोऽपि पठति परन्तु निखिलपर्वतेषु इत्युक्ते तत्र सर्वेषु पर्वतेषु न केवलम् एकस्मिन् पर्वते सर्वत्र इति नास्ति सर्वासु पर्वते सर्वेषु पर्वतेषु इति अग्रे लिखितमस्ति तत्र सर्वत्रापि वह्निः रष्टि इति ज्ञानम् अस्तु सर्वत्रापि पुनः सर्वेषु पर्वतेषु प्रत्येकस्मिन् भागे इति नास्ति यथा रामप्रिया भगिनी पठितवती इदानीमेव खलु कस्मिंश्चित् भागे एव अग्रे अग्रे पुनः वक्ष्यते अस्तु अस्तु शुकवनमहोदय पठति वा अग्रिमं भागम् अथवा राम न जानामि इदानीं स्मरणं नास्ति कस्य पर्यायः भवानेव पठतु अस्तु महोदय प्रायः कः क्षम्यताम् सापि पठितुं शक्यते इति उक्तवान् आसीत् यः कोऽपि निखिलपर्वतेषु तावत्पर्यन्तं पुष्पा भगिन्या पठितं किल तत्र सर्वत्रापि वह्निरस्ति इति ज्ञानं यदि पर्वते कुत्र इह पर्वते नितम्बे हुताशनः न शिखरे नितम्बः इत्यनेन पर्वतस्य कूलं प्रणवः वा मध्यदेशे हुताशनः इत्युक्ते वह्निः नितम्बदेश अवच्छेदेन पर्वते हुताशनः वह्निः वर्तते न तु शिखरे शिखरावच्छेदेन नास्ति पर्वतस्य सर्वोपरितने भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात् पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति शुष्कतृष्णानि भवन्ति तत्र वह्न्युत्पत्तिः भवति मध्यदेशे अवच्छेदेन इति इदानीम् इतोपि किञ्चित् विवरणं दत्तमस्ति अत्र मुख्यांशः यत् इत्युक्ते अवच्छेदकधर्मः किम् इति एव अत्र मुख्यांशः बहवः धर्माः सन्ति एकस्मिन् पदार्थे अत्र पर्वतः इति स्वीकुर्मश्चेत् तस्मिन् बहवः धर्माः सन्ति किन्तु अवच्छेदकधर्मः पर्वतत्वम् इति स्वीकुर्मश्चेत् पर्वतत्वं तु पर्वते सर्वत्र अस्ति इति कृत्वा यदि पर्वतत्वम् इति पर्वतत्वम् इति अवच्छेदकधर्मः स्वीकुर्मश्चेत् तत् सर्वत्र पर्वतस्य पर्वते सर्वत्र इति सूचयति यदि वयम् एकस्मिन् देशे वर्तमानधर्मः अवच्छेदकेन स्वीकुर्मश्चेत् तद् तावदेव सूचयति. अत्र उदाहरणमस्ति, इह पर्वते नितम्बे हुताशनः न शिखरे इति. अत्र नितम्बः इत्यनेन पर्वतस्य मध्यदेशमेव स्वीकृतवन्तः. पर्वते शिखरः अस्ति, अधोभागः अस्ति, मध्यदेशः अस्ति, शिखरे वृक्षाः न सन्ति इति कृत्वा यत्र शुष्कवृक्षाः नो चेत् शुष्कतृणाः सन्ति तत्र एव वह्निः वह्नेः उत्पादनं भवितुम् अर्हति इति कृत्वा शिखरे वृक्षाणाम् अभावः अस्ति इति कृत्वा शिखरे वह्निः न भवत्येव. मध्यप्रदेशे, पर्वतस्य मध्यप्रदेशे वृक्षाः सन्ति नो चेत् शुष्कतृष्णाः भवितुमर्हति, तत्र एव वह्निः भवितुमर्हति इति कृत्वा यदा वयं मध्यदेशः इति धर्मः स्वी अवच्छेद अवच्छे इति अवच्छेदकधर्मः स्वीकुर्मश्चेत् तादृशस्वीकरणेन पर्वते सर्वत्र वह्निः इति न वक्तुं नाम तत्र ज्ञानं न भवति. सर्वत्र वह्निः अस्ति इति ज्ञानं न भवति यदा मध्यदेशः एव अवच्छेदकधर्मः इति स्वीकुर्मश्चेत्. केवलं मध्यदेशे एकस्मिन् देशे वह्निः अस्ति इति ज्ञानं भवति इति. यथा भवता उक्तं पर्वतत्वावच्छेदेन इति, पर्वतत्वं यत्र कुत्रापि भवति सः अवच्छेदकप्रदेशः भवति, परन्तु तत् न इच्छते इष्यते अत्र मध्यप्रदेशः वा यत्र कुत्रापि वह्निः भवितुम् अर्हति तत्र एव सूचितः मध्यप्रदेश मध्यदेशावच्छेदेन इति स्वीकृत्य. अस्तु, यथा पूर्वम् उक्तं खलु सर्वासु सर्वेषु पर्वतेषु वह्निः कुत्रचित् भवेत् इति एव साधनीयम्. परन्तु यत्र वदामः पर्वतत्वावच्छेदेन तत्र पर्वते सर्वासु भागेषु इति अङ्गीकृतं भवति, तस्य निराकरणाय मध्यदेशावच्छेदेन इति वक्तुं शक्नुमः इति तत्र आहत्य सारांशः. यतोहि अस्माकम् आशयः किं किम् अस्ति, तादृशम् अवच्छेदकधर्मः स्वीकर्तव्यः इति. यदि अस्माकम् आशयः अस्ति सर्वत्र इति चेत् तावदेव पर्याप्तम्. प्रश्नाः सन्ति वा सुनील महोदय अथवा रामप्रिया भगिनी? अत्र अवच्छेदकद्वयं भवति न वा, एकं तु पक्षस्य अवच्छेदकं पक्षतावच्छेदकं तद्धर्मं पर्वतत्वम्, अपि च पर्वतत्वे पर्वते एकस्मिन् अवयवेन अवच्छेदकम् अवच्छेदेन पुनः एकस्मिन् भागे केषुचित् भागे एव भवतु इति विवक्षा अस्ति चेत् मध्यदेशावच्छेदेन इति वक्तुं शक्नुमः, परन्तु पूर्वमेव उक्तमस्ति अस्माकं विवक्षा तु सर्वेषु पक्षे सर्वत्र इत्युक्ते सर्वेषु पर्वतेषु केषुचित् प्रदेशे भवतु खलु. तदर्थं तत् इतोपि विवरणं दत्तमस्ति. निखिलपर्वतेषु इत्युक्ते सर्वासु सर्वेषु पर्वतेषु सर्वेषु भागेषु इति न, किञ्चित् भागमेव, यत्र कुत्रापि पर्वते यत्र कुत्रापि मध्यप्रदेशे वा यत्र शुष्कतृणानि सन्ति तत्र वा इति तेषां विवक्ष. अस्तु, भवानेव पठति वा अग्रिमम्? आं भगिनि. तर्हि पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति स्थले पर्वतत्व अवच्छेदेन वह्निः अनुमितिः। अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते? संयोगसम्बन्धेन साध्यते। तत्र च वह्निः प्रतियोगिकः संयोगः। वह्निः प्रतियोगिकसंयोगे पक्षः पर्वतः, पक्षतावच्छेदकं पर्वतत्वम्। तादृशपक्षतावच्छेदकव्यापकत्वं संयोगे भासते। तथा च पर्वतत्वव्यापक वह्निः प्रतियोगिकसंयोगः इति सम्बन्धः। एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आदेयः, अनुयोगी इत्युक्तौ आधारः, अधिकरणम्। अत्र च व्याप्यव्यापकभावः, पर्वतत्वं व्याप्यः, संयोगः व्यापकः। अस्तु भगिनि, तर्हि पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति प्रथमसंज्ञाकरणमासीत्, पक्षतावच्छेदक अवच्छेदेन इति अस्ति। अस्मिन् स्थले पर्वतत्व अवच्छेदेन वह्निः इति अनुमानसिद्धिः। पक्षता अत्र पक्षः पर्वतः, पक्षतावच्छेदकधर्मः पर्वतत्वं, पर्वतत्वे तेन अवच्छेदेन पर्वते एकस्मिन् भागे पर्वतत्व अवच्छेदेन एकस्मिन् स्थले वह्निः इति अनुमानम् अस्ति। पुनः पुनः तत्र पर्वतत्वावच्छेदेन एकस्मिन् भागे इति न, पर्वतत्वावच्छेदेन इत्युक्ते पर्वते पर्वतत्वमेव अवच्छेदकं भवति स्थानस्य, स्थलस्य इत्युक्ते सम्पूर्णपर्वतं। परन्तु अस्माकं विवक्षा आसीत् यत् पूर्वम् उक्तं केषुचित् प्रदेशे एव भवतु, तदर्थमेव मध्यदेशावच्छेदकः इति सर्वम् उक्तम्। परन्तु अस्मिन् वाक्ये, प्रथमवाक्ये, पक्षतावच्छेदकावच्छेदेन साध्यम् इत्युक्ते सर्वेषु पर्वतेषु तावदेव, केषुचित् प्रदेशे भवतु वा प्रत्येकस्मिन् पर्वते अथवा सर्वेषु पर्वतेषु सर्वासु स्थानेषु भवतु, तत् किमपि न लिखितम् खलु। यत्र पर्वतत्वं भवति तावद् अस्तु, अग्रे सरामि वा? आम् आम्। अत्र केन सम्बन्धेन वह्निः पर्वते साध्यते? वह्निः केन सम्बन्धेन पर्वते अस्ति इति प्रश्ने संयोगसम्बन्धः। तत्र संयोगसम्बन्धेन वह्निः पर्वते साध्यते। तत्र च वह्निः प्रतियोगिकः संयोगः। कीदृशः संयोगः? तादृशसंयोगः यस्य प्रतियोगी वह्निः अस्ति। तस्मात् वह्निः प्रतियोगिकसंयोगः इति संयोगसम्बन्धः। वह्निः प्रतियोगिकसंयोगे पक्षः पर्वतः, पक्षतावच्छेदकं पर्वत्वम्। अस्मिन् संयोगे कीदृशसंयोगे? वह्निः प्रतियोगिकसंयोगे तादृशसंयोगे पक्षः पर्वतः, तादृशसंयोगः पर्वते अस्ति, पक्षता अवच्छेदकं पक्षस्य धर्मः पर्वतत्वं। तादृशपक्षता अवच्छेदकव्यापकत्वं संयोगे भासते। अत्र कः व्यापकः इति चिन्तयामः चेत् पक्षतावच्छेदकव्यापकत्वम् इत्युक्ते पक्षतावच्छेदकं पर्वतत्वं, पक्षतावच्छेदकव्यापकत्वं पर्वतत्वस्य व्यापकत्वं संयोगे पर्वतत्वस्य संयोगे भासते। कः व्यापकः, कः व्याप्यः? अत्र व्यापकः संयोगः, संयोगः सत्यं, सर्वतत्वं व्याप्यः, व्याप्यः पक्षतावच्छेदकव्यापकत्वं। वह्निः प्रति तादृशसंयोगः यस्य प्रतियोगी वह्निः, वह्निः प्रतियोगिक संयोगः इति व्यापकः। किमर्थं वह्निः व्यापकः अथवा संयोगः व्यापकः अपि च सर्वतत्त्वं व्याप्यः इत्युक्ते वह्निसंयोगः अधिकदेशवृत्तिः बहुषु स्थलेषु वह्निप्रतियोगिकसंयोगः भवितुमर्हति किन्तु अत्र व्याप्यः पर्वतत्वं तस्य एकः एकः वृत्तान्तः रामप्रिया भगिनी अवगच्छति आं भगिनि उत्तमम् अस्तु क्षम्यतां महोदय तत्र अवगच्छति वा तत्र के किञ्चित् क्लेशः अस्ति तत्र पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगः इति अस्ति पर्वतत्वमेव व्यापकः इति वा न न प्रति पर्वत अथवा कुत्र पठति भवान् अस्तु अहं भवान् महोदय विद्याशङ्कर् महोदय भवानेव प्रतिपादय अत्र संयोगः इति अस्ति तस्य विवरणं कथं तादृशसंयोगः पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगः इति सम्बन्धः अस्य पर्वतत्वव्यापकः वह्निप्रतियोगिकयोगिकसंयोगः इति संयोगस्य विशेषणं सत्यं पर्वतत्वव्यापकसंयोगः इत्युक्ते संयोगः यत् पर्वतत्व पर्वतत्वे व्यापकः अस्ति पर्वतत्वस्य व्यापकः अस्ति पर्वतत्वम् इति व्याप्यः भवति संयोगः इति तस्य विशेषं उत्तमं पुनः वह्निप्रतियोगिकसंयोगः तादृशसंयोगः यस्य प्रतियोगी वह्निः अस्ति अत्र विशेषणद्वयं संयोगस्य संयोगसम्बन्धस्य अवगच्छति वा रामप्रिया भगिनी सुनील महोदय सर्वे अग्रे गच्छतु महोदय क्षम्यतां अन्येकः प्रश्नः अत्र संयोगः इति व्यापकः इति अपि वयं चर्चितवन्तः किल अत्र इदानीं सर्वतत्त्वं व्याप्यः सम्यक् परन्तु संयोगः इति वह्निपर्वतसंयोगत्वमेव तत्र किल सत्यं सत्यं महोदय संयोगः यत्र भवति यत्र यथा भवान् वा इदानीमेव उक्तवान् यत्र वह्नि अपि च पर्वतस्य योजनं भवति संयोगः भवति परन्तु संयोगः अत्र अन्यत्र कुत्रापि अपि भवितुम् अर्हति खलु यथा अग्निः अथवा वह्निः महानसे अपि भवितुम् अर्हति यागशालायामपि भवितुम् अर्हति पर्वते अपि भवितुम् अर्हति अतः पर्वतत्वं व्याप्यः व्याप्यः अतः संयोगः कीदृशः पर्वतत्वव्यापकसंयोगः पुनः वह्निप्रतियोगिकसंयोगः एतादृशप्रसङ्गे सम्यक् अग्रे गच्छतु महोदय एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः अनुयोगी इत्युक्तौ आधारः अधिकरणम् अत्र वह्निप्रतियोगिकसंयोगः इति पदम् आसीत् अस्मिन् सन्दर्भे प्रतियोगी इत्युक्तौ आधेयः आधेयः खलु अग्निः उपरि भवति पर्वतः अधः भवति तयोर्मध्ये संयोगः संयोगः द्विनिष्ठः खलु सर्वदा अत्र वह्नि संयोगः वह्निप्रतियोगिकसंयोगः आदेयः आधारः पक्षः वा पर्वतः आम् प्रतियोगी इत्युक्ते आधेय आदेयः इति अत्र अस्ति वह्निः अनियोगी इत्युक्तौ आधारः अनियोगी अत्र पर्वतः अवगतं बृहत् विवरणं दत्तमस्ति तावदेव. अग्रे गत्वा पश्यामः यत् तावत् न आवश्यकमेव, परन्तु व्याप्यव्यापकभावः इति सम्यक् ज्ञातव्यं भवति तावदेव. अग्रे कः पठति? रामप्रिया भगिनी पठति वा? आं भगिनि. यथा धूमः वह्निः च. धूमः व्याप्यः, वह्निः व्यापकः, व्याप्ये सति व्यापकः सन्, अतः धूमः अस्ति चेत् वह्निः अवश्यम् अस्ति. एवमेव पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः इत्यस्मिन् पर्वतत्वं व्याप्यं संयोगः व्यापकः. पर्वतत्वं सर्वेषु पर्वतेषु, किन्तु पर्वतेषु एव वह्निः सर्वेषु पर्वतत्वं सर्वेषु पर्वतेषु, किन्तु पर्वतेषु एव वह्निः सर्वेषु पर्वतेषु साधयितुम् इच्छा इति चेत् वह्निसंयोगः अपि सर्वेषु पर्वतेषु, किन्तु वह्निसंयोगः महानसे अपि अस्ति, अन्यत्र च बहुत्र अस्ति. अत्र दत्तमस्ति यत्र यदा धूमः वह्निः इति वयं स्वीकुर्मः चेत् तत्र धूमः इति व्याप्यः, वह्निः इति व्यापकः. किमर्थम् इत्युक्ते वह्निः अधिकदेशवृत्तित्वम् वृत्तिः अस्ति, धूमे न्यूनदेशवृत्तित्वम् अस्ति, अतः तद्व्याप्यः वह्निः व्यापकः. व्याप्ये सति व्यापकः सन् इत्युक्ते यदा व्याप्ये धूमः अस्ति चेत् व्यापकः वह्निः अवश्यम् अस्ति इति अस्ति. तदेव एवमेव पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः इदानीमेव महोदयेन उक्तं, तत्र संयोगः इत्यस्य विशेषणपदमस्ति पर्वतत्वव्यापकवह्निप्रतियोगिक कः इति. तत्र पर्वतत्वम् इति व्याप्यं, संयोगः इति व्यापकः. संयोगः अधिकदेशवृत्तित्वमस्ति तत्र व्यापकः, पर्वतत्वं न्यूनदेशवृत्तित्वं तत्र व्याप्यम् अस्ति. पर्वतत्वं सर्वेषु पर्वतेषु पर्वतः तत्र तस्य धर्मः अस्ति पर्वतत्वं, तत्तु सर्वेषु पर्वतेषु अस्ति, परन्तु पर्वतेषु एव पर्वतत्वम् अस्ति. वह्निः सर्वेषु पर्वतेषु साधयितुम् इच्छा अस्ति चेत् वह्निसंयोगः अपि सर्वेषु पर्वतेषु. यदा अस्माकम् इच्छा वह्निः सर्वेषु पर्वतेषु अस्ति इति यदा वयं साधयितुम् इच्छामः चेत् तत्र वह्निसंयोगः अपि भवति इति. सर्वेषु पर्वतेषु वह्निसंयोगः अपि भवति, किन्तु वह्निसंयोगः पर्वतेषु केवलं पर्वतेषु इति एवं नास्ति, महानसे अपि वह्निसंयोगः अस्ति, अन्यत्र कुत्रापि वह्निः अस्ति चेत् तत्रापि वह्निसंयोगः भवति. तदर्थं सः एव व्यापकः. अस्तु, अवगच्छति खलु? आम् आम् अस्तु अस्तु. सुनील् महोदय अग्रिमं परिच्छेदं पठति वा? हा. आहत्य पक्षदावच्छेदकावच्छेदेन अनुमितिः इत्यत्र पक्षदावच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिकसंयोर्गसे संयोगांशे क्षम्यतां संसर्गांशे साध्यप्रतियोगिकसंसर्गांशे वा भासते. नाम पर्वतव्यापकत्वं वह्नौ अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते. यथोक्तं पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं तादृशपर्वतव्यापकवह्निप्रतियोगिक संयोगः अत्र सम्बन्धः. तेन सम्बन्धेन वह्नेः साध्यत्वं सर्वस्मिन्नपि पर्वते वह्निरस्तु इति अनुमितिः जायते एतादृशं ज्ञानं सर्वेपि पर्वतः वन्यमान् इति ज्ञानं सर्वोपि सर्वोपि आहत्य पक्षदावच्छेदकावच्छेदेन अनुमितिः इत्यत्र पक्षदावच्छेदकव्यापकत्वं साध्यांशो साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे वा भासते साध्यांशे इत्युक्ते खलु अत्र पर्वतवन्यमा इति तत्र अस्ति वह्निः साध्यः पक्षः पर्वतः इति अतः अत्र पर्वत अवच्छेदक अवच्छेदेन अनुमितिः इत्युक्ते अत्र पर्वतत्व अवच्छेद अवच्छेदेन अनुमितिः इति पक्षदावच्छेदकव्यापकत्वं सर्वदा पर्वतावच्छेदकव्यापकत्वं वन्नौ इति अस्ति पुनः संयोग यथा पूर्वस्मिन् परिच्छेदे कः सम्बन्धः इति दृष्टवन्तः अत्र पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः इति सम्बन्धः वयं दृष्टवन्तः तादृश पक्षतावच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे इति भासते इति द्वयोः अर्थः समानः इत्युक्ते पक्षतावच्छेदक अवच्छेदेन साध्यानुमितिः भवति वह्नेः अनुमितिः कुत्र भवति पक्षतावच्छेदक अवच्छेदेन इत्युक्ते यत्र यत्र पक्ष पर्वतत्वं भवति तत्र तत्र इति सम्बन्धं स्वीकृत्य अत्र किञ्चित् पुनः विवरणं दत्तमस्ति साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे संसर्गः इति यत्र विस्मृतवती तत्र अस्ति खलु यदा त्रयः दीपः सन्ति घटे त्रयः किमपि आसीत् संसर्गः कः स्मरति विद्याशङ्कर् महोदय स्मरति वा तत्र संसर्ग इति विशेष्यं वा तत्र ज्ञानदीपं उदाहरणे संसर्गता पुस्तके पश्यामि एकनिमिषं यत्र संयोगः भवति तस्य विषयत्वम् अथवा विशेषणं अस्तु उत्तमं भगिनी भवती स्मरति भवती बहुवारं बहु सप्ताहं भारतदेशं गतवती परन्तु भवत्याः स्मरणमेव सम्यक् अस्ति अस्तु आगच्छति रामप्रिया भगिनी इदानीं न आगच्छति सा उक्तवती भारतदेशं प्रति गतवती पूर्वस्मिन् शुक्रवासरे एव आगतवती इति आम् अस्तु कुत्र अस्ति रामप्रिया भगिनी तु बहु सम्यक् उच्चारणं करोति बहु सम्यक् सत्यं त्रयस्त्रिंशत् अथवा चतुस्त्रिंशत् 33-34 पेज् पृष्ठे अस्ति संसर्गता इति विषयता संयोगे संसर्गताख्यविषयता वर्तते अस्तु अस्तु इदानीमपि संसर्गः संयोगः एव पश्यामः खलु तदर्थं संसर्गांशे इति लिखितमस्ति अस्तु विषयता अस्तु अग्रे गच्छति वा महोदय सुनील् महोदय अत्र नाम पर्वतव्यापकत्वं वर्णौ अथवा पर्वतव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते यथा इदानीमेव विद्याशङ्कर् महोदय प्रतिपादितवान् वह्निप्रतियोगिकसंयोगे अथवा पर्वतत्वव्यापकं व्यापकत्वं संयोगे. यथोक्तं पक्षदावच्छेदकम् इत्यनेन अत्र पर्वतत्वं तद् पूर्वं दृष्टवन्तः अत्र पर्वतावच्छेदकं पर्वतत्वम् अथवा पक्षदावच्छेदकत्वम् अवच्छेदकं पर्वतत्वम् इति तादृशपर्वतव्यापक पर्वतत्वव्यापकवन्यप्रतियोगिकसंयोगः अत्र सम्बन्धः. पुनः तदेव पर्वतत्वव्यापकवन्यप्रतियोगिकसंयोगः एव अत्र सम्बन्धः इति अत्र तेन सम्बन्धेन वन्येः साध्यत्वं भवति. सर्वस्मिन्नपि पर्वते वन्यरस्तु इति अनुमितिः जायते एतादृशं ज्ञानं. अत्र एतादृश सम्बन्धेन पर्वतत्वव्यापकवन्यप्रतियोगिकसंयोगसम्बन्धेन सर्वस्मिन् पर्वते वह्निः अस्ति इति अनुमितिः जायते तत्र एतादृशज्ञानमिति सर्वोऽपि पर्वतः वन्यमान् इति ज्ञानम्. पुनः पुनः तदेव सर्वस्मिन् पर्वते इत्युक्ते पर्वते सर्वस्मिन् भागे इति न, सर्वस्मिन् पर्वते इत्युक्ते सर्वोऽपि पर्वतः वह्निमान् अस्तु. अवगतं वा? आमाम्. इदानीम् अत्र नूतनं पदस्य उपयोगम् अस्ति अत्र. कुत्र? तदेव अस्ति किल अत्र पक्षदावच्छेदकव्यापकत्वं साध्यप्रतियोगिकसंसर्गांशे नूतन. आम्, यथा पूर्वस्मिन् कः पठितवान्? विद्याशङ्कर् महोदय इदानीमेव सम्बन्धस्य प्रायः व्यापकभावस्य अपि च कुत्र संयोगे भवति व्यापकत्वम् अपि च पर्वतत्वे भवति व्याप्यत्वम् इति उक्तवान्, परन्तु तत् स्वीकृत्य सम्बन्धस्य चिन्ता अत्र. अस्तु, इदानीं स्थगयामः वा? किं वदति? अत्र अग्रे गत्वा समानाधिकरण्येन भवति, तत्र केषुचित् एव पर्वते साध्यम् इति साधनं खलु, तत्र समानाधिकरण्यम् अग्रिमे मङ्गलवासरे पठामः. इतः पूर्वं यः कोऽपि प्रश्नः अस्ति चेत् पृच्छतां. रामप्रिया भगिनी किञ्चित् अवगतवती खलु, भवती अवगतवती, अहं जानामि. पुष्पा भगिनी अवगतवती वा? न अवगच्छामि. तत् पुनः पठतु. प्रश्नः अस्ति चेत् लघु ईमेल् प्रेषयतु, संवादं कृत्वा अहं पुनः वदामि. अस्तु अस्तु, नमस्कारः सर्वेषां, शुभरात्रिः. धन्यवादः भगिनी, शुभरात्रिः. धन्यवादः. शुभरात्रिः.